ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति गुणाभ्यासः। गुणाभ्यासविषये वयं दृष्टवन्तः, तत्र व्याकरणे यः गुणः भवति तस्य कृते सूत्रद्वयम् आवश्यकम्। एकमस्ति सार्वधातुक अर्धधातुकयोः, द्वितीयमस्ति पुगन्तलघुपदस्य च। वयं दृष्टवन्तः पूर्वस्मिन् वर्गे तुदादिगणे गुणः न भवति, इत्युक्ते तत्र तुदादिगणे ये धातवः सन्ति तेषाम् अनन्तरं तत्र कर्तरि शप् सार्वधातुके इति सूत्रं बाधित्वा तुदादिभ्यः शः इति सूत्रं कार्यं करोति। अतः तत्र धातुतिङ्मध्ये श इति विकरणप्रत्ययः आयाति। श इति विकरणप्रत्ययः यदा मध्ये आयाति तदा धातु किं पश्यति, धातुः साक्षात् अनन्तरं श इति विकरणप्रत्ययः, इत्युक्ते तत्र तुदादिगणे ये धातवः तत्र किं भवति, लटि तत्र तिङन्तप्रकरणे तत्र धातुयोगश योग तिप् तस्जि सिप्थस्थ इति अष्टादश प्रत्ययानां विधानम् अस्माकं विवक्षानुसारेण तत्र आयाति। सो तत्र धातुः साक्षात् अनन्तरं श इति विकरणप्रत्ययः आयाति। केन सूत्रेण इति वदामः चेत् तत्र तुदादिभ्यः शः इति सूत्रम् अस्ति। सो तुदादिभ्यः शः इति सूत्रं केवलं तुदादिगणे ये धातवः तेषां विषये एव महर्षि वदति। तुदादिगणे ये धातवः तेषाम् अनन्तरं यदि कोऽपि सार्वधातुप्रत्ययः विधीयते चेत् तत्र श इति विकरणप्रत्ययस्य विधानं करणीयं। श इति प्रत्ययस्य विधानं महर्षिणा कृतम्। सो यदा तत्र धातुयोग तिप् तस्जि सिप्थस्थ इति अष्टादश प्रत्ययः अस्माकं विवक्षानुसारेण आयाति, लट् लोट् लङ् अपि च विधिलिङ् एते चतुर्षु लकारेषु वयं जानीमः तिवादयः सार्वधातुप्रत्ययः। सो धातुयोगसार्वधातुप्रत्ययः अस्माकं विवक्षा यत्र यत्र वयं धातुयोगसार्वधातुप्रत्ययः कुर्मः तत्र किं भवति, तत्र एकमस्ति कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति, अनन्तरं तत्र चतुर्षु लकारेषु भिन्नभिन्नविकरणप्रत्ययः तेषां सूत्रद्वारा विधानं भवति। सो यदा वयं तुदयोग तिप् कुर्मः एकवचनस्य विवक्षायां, लट् लकारस्य एकवचनस्य विवक्षायां यदा वयं तुदयोग तिप् कुर्मः, तुदयोग तिप् कुर्मः चेत् तत्र धातुयोगसार्वधातुप्रत्ययः भवति। सो यत्र यत्र यदि वयं तुदयोग शानच् कुर्मः, शानच् इति प्रत्ययः अपि शित्वात् सार्वधातुक् भवति। तादृशस्थित्यां तत्र किं भवति, तत्र कर्तरि शप् सार्वधातुके अपि च तुदादिभ्यः शः इति सूत्रद्वयस्य प्रसक्तिः आयाति। इदानीं तत्र प्रश्नः, केन सूत्रेण प्रथमे कार्यं, कर्तरि शप् सार्वधातुके इति सूत्रम् अत्र कार्यं करोति वा तुदादिभ्यः शः? सो तुदादिभ्यः शः महर्षिणा केवलं तुदादिगणे ये धातवः तेषां विषये एव एतत् सूत्रं निर्मितम्। अतः तुदादिभ्यः शः इति सूत्रं कर्तरि शप् सार्वधातुके इति सूत्रस्य अपवादसूत्रमस्ति। अतः अपवादबलेन तत्र व्याकरणे यदा अपवादसूत्रम् आयाति सर्वदा सः तत् सूत्रं बलवत् भवति। अतः तत्र किं तुदादिभ्यः शः इति सूत्रं बलवत् भवति, अतः तत्र श इति विकरणप्रत्ययः मध्ये आयाति। सो तुदयोग श योग तिप् भवति। श इति विकरणप्रत्ययः, तस्मिन् शकारस्य इत्संज्ञा अस्ति। किमर्थं चेत् इत्संज्ञाप्रकरणे वयं दृष्टवन्तः लशकु तद् अतदिते अतदित् प्रत्ययेषु लशकु इति भवति, ल श अपि च कु इति भवति। सो अत्र आतदित् प्रत्ययः, श इति प्रत्ययः आतदित् प्रत्ययः, विकरणप्रत्ययः धातु अनन्तरम् आयाति, अतः आतदित् प्रत्ययः अस्ति। तस्मिन् यः शकारः आद्यं स्थितस्य शकारस्य अनेन सूत्रेण इति भूत्वा तत्र अ एव अवशिष्यते, अ इति वर्णः अवशिष्यते। सो धातुः यः अस्ति तुद् इति धातुः, तुद् इति धातु पश्यामः चेत् तस्मिन् उपधायां ह्रस्व उकारः अस्ति। सो गुणकार्यस्य कृते सूत्रद्वयम् अस्ति, सार्वधातुकार्धधातुकयोः द्वितीयमस्ति पुगन्तलघुपदस्य च। सो पुगन्तलघुपदस्य च इति सूत्रं वदति उपधायां ह्रस्व इक् वर्णः अस्ति चेत् तत्र गुणः भवेत् यदा तस्य परे, परन्तु कदा भवति, यदा तस्य परे कोऽपि सार्वधातुक् अथवा अर्धधातुकप्रत्ययः विधीयते। अत्रापि तुद् योगश इति स्थितियां तत्र तुद् लघु इक् तत्र उपधायां लघु ह्रस्व इक् वर्णः, तस्य अनन्तरं तत्र श इति विकरणप्रत्ययः शित्वात् सार्वधातुक् भवति, तिंशित् सार्वधातुकम् इत्यनेन श इति विकरणप्रत्ययः सार्वधातुक् इति संज्ञा प्राप्नोति। अतः अत्र किम् अस्यां दशायां तत्र पुगन्तलघुपदस्य च सूत्रम् आगत्य तत्र उद्युक्तः भवति, कार्यस्य कृते उद्युक्तः भवति। किमर्थं चेत् तत्र सर्वाणि निमित्तानि पूरितानि, उपधायां ह्रस्वीकवर्णः अस्ति, परे सार्वधातुकप्रत्ययः, सूत्रं तावदेव वदति उपधायां ह्रस्व इकवर्णः भवेत्, परे सार्वधातुक् अथवा आर्धधातुकप्रत्ययः भवेत् चेत् तस्य उपधायां स्थितस्य इकवर्णस्य गुणः करणीयम् इति सूत्रं वदति। अत्रापि समानस्थितिः अस्ति तुद् योग श इति स्थित्यां, परन्तु वयं दृष्टवन्तः तत्र गुणः न भवति। सो कारणं किम्? श इति विकरणप्रत्ययः सार्वधातुक् अस्ति, शित्वात् शित्कारणेन सार्वधातुक् भवति, परन्तु एकम् अन्यत् सूत्रम् आगत्य वदति सार्वधातुकम् अपित् अतिदेशसूत्रम् आगत्य वदति एतत् श इति प्रत्ययः सार्वधातुक् अस्ति, परन्तु अस्मिन् यः अपित् अपि अस्ति, अस्मिन् कोऽपि पकारस्य इति संज्ञा नास्ति। सो सार्वधातुक् अस्ति परन्तु अपित् अस्ति, अतः कृपया सर्वे म्यूट् मध्ये तिष्ठतु। सो श इति विकरणप्रत्ययः सार्वधातुक् अस्ति परन्तु अपित् अस्ति, अतः अतिदेशसूत्रद्वारा किं भवति? श इति विकरणप्रत्ययस्य उपरि निद् इति लक्षणम् अध्यारोपिते अध्यारोपितं भवति, इम्पोजिशन् आफ् नित् लक्षणं बै सार्वधातुकम् अपित् इति अतिदेशसूत्रद्वारा। सो श इति श इति विकरणप्रत्ययः सार्वधातुकम् अस्ति, अपित् अस्ति, अतः अत्र कस्य सूत्रस्य प्रसक्तिः? सार्वधातुकम् अपित् इति अतिदेशसूत्रम् आगत्य वदति एतत् सार्वधातुकम् अस्ति परन्तु अपित् अस्ति, अतः निद्वद् कार्यं करोति। सो व्याकरणे नित् इति लक्षणस्य, नित् इति प्रत्ययस्य कारणेन किं किं भवति? बहूनि कार्याणि भवन्ति। सो श इति विकरणप्रत्ययः निद्वद् कार्यं करोति चेत् तत्र किम्? इदानीं श इति विकरणप्रत्ययः निद् इव अस्ति, निद् समानम् अस्ति। सो नित् अस्ति चेत् तत्र किं? खिनिति च इति सूत्रस्य प्रसक्तिः भवति। किनिति च सूत्रं किम्? किनिति च इति सूत्रं गुण अपि च वृद्धिबाधकसूत्रम्। सो किनिति च सूत्रस्य कः अर्थः? प्रत्ययः कित् अथवा गित् अथवा नित् अस्ति चेत् तं प्रत्ययनिमित्तीकृत्य गुणकार्यम् अपि च वृद्धिकार्यं न करणीयम् इति सूत्रं वदति महर्षि वदति सूत्रद्वारा। सो किनिति च सूत्रं किं? गुण अपि च वृद्धिबाधकसूत्रं। यत्र यत्र गुण अपि च वृद्धिकार्यं कार्यस्य तत्र प्रसक्तिः भवति तत्र सर्वदा एतत् द्रष्टव्यं, प्रत्ययः कित् वा घित् वा नित् वा, यदि प्रत्ययः कित् अस्ति गुणः न भवति, गुणस्य कृते बाधा, केन सूत्रेण, किण् इति च सूत्रेण। यदि प्रत्ययः गित् अस्ति तत्रापि गुणस्य कृते बाधा भवति। अथवा यदि प्रत्ययः नित् अस्ति यस्मिन् कण्ठ्यनकारः इत् संज्ञकः, तं प्रत्ययनिमित्तीकृत्य अपि किणिति च सूत्रद्वारा बाधा भवति, गुणः न भवति। यद्यपि गुणः भवति स्म तथापि न भवति, किमर्थं चेत् प्रत्ययः नित् अस्ति। श इति विकरणप्रत्ययः कित् न अस्ति, गित् न अस्ति, नित् अपि नास्ति, परन्तु निद् इव अस्ति। अस्य उपरि निद् इति लक्षणम् अध्यारोपिते, केन सूत्रेण, अतिदेशसूत्रेण, सार्वधातुकम् अपित् इति सूत्रेण। श इति विकरणप्रत्ययः, कृपया म्यूट् वदतु, तिष्ठतु, तत्र ध्वनिः आयाति। अहं म्यूट् कृतवती, यदा वक्तुम् इच्छति तदा एव अन्म्यूट् करोतु महोदय। सो सार्वधातुकम् अपि इति अतिदेशसूत्रेण, अनेन सूत्रेण केवलं स्वप्रत्ययः प्रत्ययस्य उपरि निद्लक्षणम् अध्यारोपिते, तावदेव सूत्रस्य कार्यं। सो श इति प्रत्ययः सार्वधातुक अस्ति, अपित् अपि अस्ति, अतः तस्य उपरि निद् इति लक्षणम् अध्यारोपिते। निदित् लक्षणं तस्य उपरि आरोपितं भवति चेत् सः निद् इव कार्यं करोति, निद् इव कार्यं करोति चेत् तत्र किनिति च सूत्रस्य प्रसक्तिः भवति। अतः तत्र तुद् यः गुणः भवेत् पुगन्तलघुपदस्य च इति सूत्रद्वारा, सः गुणः तत् गुणः न भवति, तस्य कृते बाधा भवति, केन सूत्रेण, किनिति च सूत्रेण। सो बाधकसूत्रम् अस्ति कार्यबाधकसूत्रं, गुण अपि च वृद्धिकार्यबाधकसूत्रम् अस्ति किनिति च। सो एतत् सर्वं वयं दृष्टवन्तः। अतः यत्र यत्र यस्मिन् यस्मिन् गणे, चतुर्थगणे, दिवादिगणे, तत्र किं दिवादिभ्यः शन् इति सूत्रद्वारा तत्र धातु दिवादिगणस्य चतुर्थगणस्य कोऽपि धातु अस्ति तस्य अनन्तरं वयं तिबादयः योजयामः लट् लकारस्य विवक्षायाम् अथवा लोट् लकारस्य विधिलिङ्ग् अपि च लङ् लकारस्य विवक्षायां। यदा तत्र लस्य स्थाने तत्र तिबादयः आयान्ति तत्र किं भवति, तत्र तिवादिभ्यः शन् इति सूत्रद्वारा तत्र शन् इति विकरणप्रत्ययः सार्वधातुप्रक्रियायां मध्ये आयाति। सो शन् इति प्रत्ययस्य स्वभावः पश्यामः चेत् शन् इति विकरणप्रत्ययः अनुबन्धवर्णाः के के इति पश्यामः चेत् श इति प्रथमवर्णः श अस्ति। सो शकारस्य लशक्व तदिते इत्यनेन इत्संज्ञा भवति, अन्ते नकारः तस्य अपि हलन्त्यं सूत्रद्वारा इत्संज्ञा भवति, तत्र या इति अवशिष्टभागः। सो या इति अवशिष्टभागः, परन्तु शन् इति विकरणप्रत्ययः अपि तस्मिन्नपि श इति शित् अस्ति, शन् इति विकरणप्रत्ययः शित् अस्ति, अतः तस्य एकम् अन्यत् नामकरणं सार्वधातुक् इति भवति। परन्तु श इति विकरणप्रत्ययः अपि शित् अस्ति, तेन किं सार्वधातुक् इति संज्ञा प्राप्नोति, परन्तु अपित् अस्ति। सो सर्वे सार्वधातुक् अपित् प्रत्ययः निद् इव कार्यं करोति इति अतिदेशसूत्रं वदति। ये ये प्रत्ययः सार्वधातुक् अपि च अपित् अस्ति ते निद् इव कार्यं करोति। सो निद् इव कार्यं करोति चेत् किं भवति, किनिति च सूत्रद्वारा तत्र गुणस्य बाधा। सो तत्र चतुर्थगणे अपि शन् इति विकरणप्रत्ययस्य कारणेन धातौ गुणः न भवति, तथैव अन्यस्मिन् गणे। तत्र नवमगणे श्ना इति विकरणप्रत्ययः, तत्र ना इति अवशिष्टभागः। सो ना इति अवशिष्टभागः अस्ति, श्ना इति प्रत्ययः अपि शित्वात् किं सार्वधातुसंज्ञकः, परन्तु अपित् अस्ति, अतः श्ना अपि निद्वद् कार्यं करोति, अतः तत्रापि क्निति च सूत्रद्वारा गुणस्य कृते बाधा भवति। सो यस्मिन् यस्मिन् स्थित्यां तत्र सार्वधातुक् अपित् प्रत्ययः धातुः साक्षात् अनन्तरम् आयाति चेत् तत्र धातौ गुणः न भवति इति तु एकं वार्ता। द्वितीयमस्ति यः सार्वधातुकार्धधातुकयोः इति सूत्रम् अपि च पुगन्तलघुपदस्य च इति सूत्रं ते अङ्गस्य अधिकारे आयाति ते इत्युक्ते तत्र अङ्गस्य अधिकारः अस्ति एकं सूत्रम् अस्ति अङ्गस्य सो गुणः अपि च वृद्धिकार्यं कुत्र भवति न केवलं धातौ भवति परन्तु अङ्गे अपि भवति सो अङ्गसंज्ञा किम् अस्ति यस्मात् प्रत्ययः विधिः तदादिप्रत्यय अङ्गम् सो यत्र यत्र प्रत्ययः आयाति तस्य पूर्वे यत् भागं तत् सर्वम् अङ्गम् अस्ति सो यदा वयं धातुयोगविकरणप्रत्ययः कुर्मः अनन्तरं तत्र गुणः अथवा गुणः न भवति यत् शब्दसमूहः निष्पद्यते सः शब्दसमूहः तेन मेलनेन यः शब्दसमूहः निष्पद्यते सः शब्दसमूहः तिबादयस्य तिप् प्रत्ययस्य कृते अङ्गं भवति चेत् तत्रापि गुणप्रसङ्गः आयाति सो तिप् कारणेन अपि कुत्रचित् गुणः भवति किमर्थं चेत् अङ्गम् इति संज्ञा पश्यामः चेत् अङ्गम् इति नामकरणं पश्यामः चेत् यस्मात् प्रत्ययः विधिः तदादिप्रत्यय अङ्गम् इति संज्ञा अस्ति सो यस्मात् इत्युक्ते प्रत्ययस्य आदौ यः भागः तत् सर्वम् अङ्गम् सो गुणकार्यं न केवलं धातौ भवति परन्तु अङ्गे अपि गुणकार्यं भवति सो वयं दृष्टवन्तः यदा वयं भूयोगनिच् कुर्मः चेत् यदा वयं भूधातु नयामः तत्र निच् प्रत्ययः योजयामः चेत् निच् प्रत्ययस्य विषये इदानीं यस्मात् प्रत्ययः विधिः तदादिप्रत्यय अङ्गं निच् प्रत्ययस्य कृते तत्र भू इति अङ्गं भू इति धातुरूपी अङ्गं साक्षात् धातु अस्ति सो निच् प्रत्ययः एकनिमिषः मञ्जरी भगिनी वक्तुमिच्छति वा भगिनि अत्र किं कस्य सूत्रस्य कार्यं ध्वनि श्रूयते वा श्रूयते भगिनि वदतु भूयोग निच् अस्ति तत्र च हलन्त्यम् इति सूत्रेण तस्य उत्संज्ञा भवति भूत्वा तस्य लोपः सूत्रेण लोपः भवति कृपया उच्चैः वदतु भगिनि किञ्चित् मन्दं श्रूयते किञ्चित् उच्चैः वदतु अधुना वदतु भूयोगनिच् तत्र च तसा तथा न तस्य इत्संज्ञा भूत्वा लोपः भवति तथा नकारस्य केन सूत्रेण इत्संज्ञा भगिनि अतीव मन्दं न श्रूयते किञ्चित् उच्चैः वदतु श्रूयते महोदय किञ्चित् वाल्यूम् उपरि करोतु महोदय वदतु भगिनि किञ्चित् तत्र यः नकारस्य इत्संज्ञा किं सूत्रेण न स्मरामि चुटु इति सूत्रेण एतत् सर्वं सर्वदा तत्र इत्संज्ञाप्रकरणे यानि यानि सूत्राणि ते सर्वाणि पुनः पुनः पठनीयं भगिनि चुटु इति सूत्रेण ठ ड ड न टकारस्य कोऽपि वर्णः अस्ति चेत् तत्र सर्वदा स्मर्तव्यं ट ठ ड ड न इति अस्ति चेत् चुटु अपि च छ ज ज न आदौ अस्ति चेत् चुटु इति सूत्रद्वारा तस्य इत्संज्ञा भवति आम् वदतु इदानीं नीच् इति प्रत्ययः कीदृशप्रत्ययः तस्य स्वभावः कः प्रत्ययस्य स्वभावः कः किमर्थम् सत्यम् अर्धधातुप्रत्ययः अस्ति. किमर्थं कारणमपि वक्तव्यं भगिनि, सूत्रमपि वक्तव्यम्. शितना अस्ति, तिङ्ना अस्ति, अतः अर्धधातुकं शेषः इत्यनेन निच् इति प्रत्ययः अर्धधातु आर्धधातुकं शेषः इत्यनेन निच् इति प्रत्ययः अर्धधातु. भू इति धातुः कीदृशधातुः? भू इति धातुः कीदृशधातुः? अत्र गुणप्रसङ्गः अस्ति वा? गुणप्रसङ्गः अस्ति. किमर्थम्? गुणप्रसङ्गः नास्ति. किमर्थम् अस्ति वा नास्ति वा तस्य कृते कारणं किं, तद् वक्तव्यं भगिनि. सार्वधातुक अर्धधातुकयोः इति सूत्रस्य कः अर्थः? सार्वधातुक अर्धधातुकयोः इति सूत्रस्य कः अर्थः? सूत्रं किं वदति? गिरिजा भगिनी वक्तुमिच्छति वा भगिनि? आं भगिनि, इगन्त पदं भूधातु पदं नास्ति भगिनि, पदं नास्ति, पदसंज्ञा भिन्ना अस्ति. सारुधातु व्याकरणे पदसंज्ञा भिन्नं, पद नास्ति, धातु अस्ति, धातुरूपी अङ्गम् अस्ति. इगन्तधातुः अस्ति चेत् केन सूत्रेण कार्यम्? सार्वधातुकार्धधातुकयो तदनन्तरं इको गुणवृद्धि. सार्वधातुकार्धधातुकयोः इति सूत्रं किं वदति इति मम प्रश्नः. सार्वधातुकार्धधातुकयो सूत्रं वदति यत् धातो अङ्गम् इक् अङ्गम् अस्ति तत् गुणं गुणः भविष्यति इति. कदा कदा भवति? यदा तस्य परे. तत्र निमित्तं किं सूत्र? तत् निमित्तं प्रत्ययः निमित्तम् इत्युक्ते तत्र यः गुणः भवति भू भो भवति तस्य कृते कारणं किं? व्याकरणे कारणं विना कार्यं न भवति. व्याकरणे हेतु अस्ति चेदेव कार्यं. सो अत्र हेतु किम्, निमित्तं किम्? निमित्तं यस्य विधि तदन्तस्य. सार्वधातुक अर्धधातुकयोः इति सूत्रस्य सम्पूर्ण अर्थः कः इति मम प्रश्नः. कः वदति? सार्वधातुकार्धधातुकयोः सत्यं, तस्य कः अर्थः? इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः, तस्य कः अर्थः? वाक्यस्य कः अर्थः? वाक्यस्य अर्थः यदा सार्वधातुक अर्धधातुकयोः अस्ति तत् सार्वधातुक अर्धधातु. एकनिमिषः भगिनि, सार्वधातुक अर्धधातुकयोः इति यः पदम् अस्ति सः कीदृशपदम्? मम प्रश्नः कः? सार्वधातुक अर्धधातुकयोः इति सूत्रे यः सार्वधातुकार्धधातुकयोः इति पदं तस्य विभक्ति का कीदृशपदमस्ति सप्तमी द्विवचनात् पदमस्ति सूत्रे सप्तमी अन्तं पदः अस्ति चेत् तस्य कः अर्थः सूत्रे सप्तमे पूर्वकार्यं परनिमित्तं तत् निमित्तं भवति परनिमित्तम् इत्युक्ते सः पदं तत् पदं निमित्तं भवति कार्यस्य कृते अपि च तस्य पूर्वे कार्यं भवति यत्र सः पदम् अस्ति सो सप्तमी निमित्तम् अस्ति चेत् सूत्रे सार्वधातुकार्धधातुकयोः इति सूत्रे वी हेव् अ सप्तमी निमित्तं तत्र सो सप्तमी निमित्तम् अस्ति चेत् तेन किं कार्यं निमित्तस्य पूर्वे भवति सो तत्र सार्वधातुक् अपि च आर्धधातुक् इति यः सप्तमी अन्तं पदः तस्य कः अर्थः इत्युक्ते तत्र इकः अङ्गस्य यः गुणः इकः अङ्गस्य गुणः कदा भवति परे तस्य अनन्तरं कोऽपि सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः विधीयते चेदेव गुणः करणीयम् इति सूत्रस्य सम्पूर्णार्थः स्वनिमित्तं किं तस्मिन् सूत्रे सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः निमित्तं भवति अङ्गगुणकार्यस्य कृते अस्तु यदा अङ्गस्य परे कोऽपि सार्वधातुक् अथवा आर्धधातुकप्रत्ययः किमर्थं चेत् तत्र लिखितमस्ति सार्वधातुक् आर्धधातुकयोः सार्वधातुक् अथवा आर्धधातुक् इति प्रत्ययः अङ्गस्य परे अस्ति चेत् इगन्त अङ्गस्य परे अस्ति चेत् तत्र इगन्त अङ्गस्य गुणः भवति इति सूत्रस्य अर्थः सो इकः अङ्गस्य गुणः सार्वधातुक् आर्धधातुकयोः इति सूत्रस्य सरलार्थं किम् इगन्त अङ्गस्य गुणः भवति गुणः करणीयं कदा करणीयं यदा तस्य परे कोऽपि सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः सो सार्वधातुक् आर्धधातुक् इति निमित्तं भवति सप्तमी निमित्तम् अस्ति तस्मिन् सूत्रे तदेव कारणं कस्य कृते गुणकार्यस्य कृते यदा तादृशस्थितिः अस्ति तदा एव गुणः भवति सो अत्रापि भूयोगनिच् भू इगन्तधातु अस्ति परे आर्धधातुक् प्रत्ययः अतः गुणः भवितुम् अर्हति परन्तु प्रत्ययस्य विषये बाधाविषये अपि द्रष्टव्यं निचित् प्रत्ययः कित् नास्ति घित् अपि नास्ति नित् अपि नास्ति अत्र आर्धधातुक् प्रत्ययः निचित् प्रत्ययः आर्धधातुक् प्रत्ययः किमर्थं तिङ् नास्ति शित् नास्ति अतः आर्धधातुक् प्रत्ययः सो सार्वधातुकम् अपित् इति सूत्रस्य अत्र प्रसक्तिः भवति वा भगिनि अतिदेशसूत्रस्य प्रसक्तिः अत्र भवति वा सार्वधातुकम् अपित् इति सूत्रस्य प्रसक्तिः अत्र अस्ति वा नास्ति एतत् प्रत्ययः अर्धधातुकम् अस्ति तदेव चिन्तनीयम् तादृश एव चिन्तनीयं प्रत्ययः सार्वधातुक् नास्ति सो पित् अपि न द्रष्टव्यं केवलं सार्वधातुक् अस्ति चेदेव पित् अपि द्रष्टव्यम् अत्र तु आर्धधातुक् प्रत्ययः अतः अतिदेशसूत्रस्य प्रसक्तिः एव नास्ति कित् नास्ति घित् नास्ति नित् नास्ति अतः गुणः भवति गुणस्य कृते बाधा अपि नास्ति सो गुणः भवति चेत् किं भवति करोतु गुणः एको गुण भायोग उयोग इ गुणवृद्धि भवति इको गुणवृद्धि इको गुणवृद्धि किमर्थं वृद्धि इत्युक्ते किम् अत्र इगन्त अङ्गम् अस्ति परे अर्धधातु प्रत्ययः कस्य सूत्रस्य प्रसक्तिः केन सूत्रेण अत्र गुणः भवति गुणस्य कृते सूत्रद्वयमेव भगिनि एकमस्ति एकमस्ति सार्वधातुकार्धधातुकयोः द्वितीयमस्ति अङ्गस्य एकः गुणः एकनिमिषः भगिनि, एकनिमिषः. अत्र कीदृश अङ्गम्? इगन्त अङ्गम्. इगन्त सार्वधातुक आर्धधातुकयोः इगन्त अङ्गस्य गुणः. सो अत्र केन सूत्रेण कार्यम्? कः सूत्रं कार्यं करोति अत्र? सार्वधातुक आर्धधातुकयोः. अत्र पुगन्त लघुपदस्य च इति सूत्रं कार्यं न करोति. अत्र सार्वधातुक आर्धधातुकयोः अङ्गस्य एकः गुणः, अङ्गस्य इकः गुणः नास्ति भगिनि. तत्र इकः अङ्गस्य गुणः, वेन् यु से अङ्गस्य इकः गुणः, देट् इस् नाट् करेक्ट्. यु हेव् टु से इकः अङ्गस्य गुणः सार्वधातुकार्थ. तत्र विशेषणविशेषभावः, तत्र विशेषणविशेषभावः. अतः तत्र तदन्तविधिः, यस्य अन्ते इक् वर्णः तत्रापि गुणः भवति. सो सार्वधातुक अर्धधातुकयोः इति सूत्रं कदा कार्यं करोति? यदा अन्ते कोऽपि इक् वर्णः, अङ्गस्य अथवा धातुः अन्ते कोऽपि इक् वर्णः, ह्रस्व वा दीर्घ वा, तत् न द्रष्टव्यं. किमर्थं चेत् सि सार्वधातुक अर्धधातुकयोः इति सूत्रे महर्षि किमपि न वदति, दीर्घं वा लघु वा तत् किमपि न वदति, केवलं वदति इकः अङ्गस्य गुणः. सो इक् इति, इक् इति प्रत्याहारे इ ऊरुलु एते चत्वारि वर्णः. सो ई वदामः चेत् तत्र ह्रस्व अपि दीर्घ अपि, तत्र महेश्वरसूत्रे यदा इकारः अथवा अकारः आयाति सः अष्टादश इकाराणां प्रतिनिधिः. सो यद्यपि प्रत्याहारे इ एव अस्ति ह्रस्व इकारः, तथापि तत्र किं, तस्मिन् किम्? अष्टादश इकाराणां ग्रहणम्. सो इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति सूत्रे यत् अङ्गे अन्ते, अङ्गस्य अन्ते कोऽपि इक् वर्णः अस्ति चेत् तस्य गुणः भवति. कदा? परे कोऽपि सार्वधातुक अथवा अर्धधातुक प्रत्ययः अस्ति चेदेव गुणः. केवलं भूयोग किमपि प्रत्ययः न कुर्मः चेत् तत्र अङ्गसंज्ञा न भवति, अतः तत्र गुणः न भवति. ऊकारस्य गुणः कः? ओकारः. ओकारः, इदानीं ओ प्लस् इ, तदनन्तरं एचो वायावः इत्यनेन सूत्रेण एचोयवायावः इति सूत्रं किं वदति? एचोयवायावः सूत्रे अपि निमित्तं किम्? we have to, when we are reading Panini grammar, we have to quote the sutra and we should know the sampurna sutra arthah. Ech pratyaharasya varnasya pare kopi ach varnaha ayati chet tatra ay av tasya ech pratyaharasya sthane, ech pratyaharasya sthane yah kimapi ech pratyaharah. Ech pratyahare ke asti? के के वर्णाः? एकारः, ओकारः, ऐकारः, औकारः. औकारः, एते चत्वारि वर्णाः एच् प्रत्याहारे. एच् प्रत्याहारस्य वर्णस्य कोऽपि वर्णः अस्ति चेत् तस्य साक्षात् परे कोऽपि अचि सप्तमी अन्तं पदः अच् वर्णः अस्ति चेत् तत्र एच् स्थाने ऐ आदेशः इति सूत्रं वदति. क्रमेण करणीयम्, अय अव आय आव इति आदेशः करणीयम्. सो ओ स्थाने किम् आदेशः? परे अच् वर्णः अस्ति, सः अच् वर्णः तथैव तिष्ठति. केवलम् एच् स्थाने एव अय अव आय आव इति आदेशः. सो ओ स्थाने कः आदेशः? अव आगच्छति. अव आगच्छति, अव इति व इति अस्ति, अन्ते व अस्ति. अनन्तरम् ई तथैव तिष्ठति, ई किमपि न भवति. एच् वर्णस्य स्थाने एव आदेशः इति सूत्रं वदति एचोयवायावः. तत्र अचि इति पदस्य अनुवृत्तिः. सो कार्यं कदा भवति? अचि परे. कोऽपि व्यञ्जनपरे अस्ति चेत् कार्यं न भवति, कोऽपि अच् वर्णः परे अस्ति चेदेव कार्यम्. सो किम् अङ्ग इदानीं किं निष्पद्यते? भवि इति वर्णः, भवि इति अङ्गम्, सो भवि इति निजन्त निच् प्रत्ययस्य मेलनेन भवि इति भवति. इदानीं निजन्त प्रत्ययः सनादिप्रत्ययः, निजन्तप्रत्ययः सनादिप्रत्ययः, सनादिप्रत्ययस्य योजनेन मूलधातु अनन्तरं सनादिप्रत्ययः योजयामः चेत् तत् किं निष्पद्य, यः शब्दसमूहः निष्पद्यते तस्य कः, तत्र का संज्ञा भवति? एकनिमिषः महोदय, निच् प्रत्ययस्य योजनेन भगिनी तत्र किं, यः शब्दसमूहः निष्पद्यते तस्य महर्षिणा एकम् अन्यत् संज्ञा दत्तं, सनादन्तप्रत्ययः धातवः, सनाद्यन्तः धातवः. इदानीं भवि अपि धातुः अस्ति परन्तु अतिदेशिकधातुः, किमर्थं चेत् निच् इति प्रत्ययः सनाद् सन् प्रत्ययः, सनादिप्रत्ययः, सो सनादिप्रत्ययस्य योजनेन तत्र किं निष्पद्यते, अस्यापि धातुसंज्ञा भवि इति यः अस्ति तस्यापि धातुसंज्ञा, परन्तु औपदेशिकधातुः नास्ति, किमस्ति, आतिदेशिकधातुः. सो इदानीं तत्र लट् रूपस्य निर्माणं. वदतु महोदय, कः प्रश्नः? हरि ओम् महोदय. अचोयिन् इति किं कारणे अत्र कार्यं न करोति? अचो आम् अत्र, आं महोदय, धन्यवादः. हा, कार्यं भवति महोदय, इति तु सम्यक् नास्ति. निच् इति प्रत्ययः सम्यक् अत्र, अत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य कार्यं न, अत्र अचोनिनीति इति सूत्रस्य कार्यं करोतु भगिनी. अचोनिनीति इति सूत्रद्वारा कार्यं करोति, किमर्थं चेत् अचोनिनीति इति सूत्रं सार्वधातुकार्धधातुकयोः इति सूत्रस्य अपवादसूत्रं, भवि इति असाधुरूपम्, भवि इति असाधुरूपम्. ऐ वास् थिङ्किङ्ग् कि दिस् भवि हेस् ऐ हेव् नाट् हर्ड् भवि, वट् हेस् हेपण्ड् अस् केरिड् बै सार्वधातुकार्ध. णिच् इति प्रत्ययः आर्धधातुक अस्ति परन्तु णित् अस्ति, सो ण्यत् प्रत्ययः निमित्तीकृत्य तत्र किं कार्यं भगिनी वदतु, गिरिजा भगिनी वदतु. तत्र एकं सूत्रं वयं पठितवन्तः, अचोनिनीति इति सूत्रं कार्यं करोति अत्र. अचोनिनीति इति सूत्रस्य कः अर्थः भगिनी वदतु, जानाति वा भगिनी? वृद्धिः आदेशः इति भवति. आम्, सो आर्धधातुप्रत्ययः णित् अथवा अणित् अस्ति, यस्मिन् यस्मिन् मूर्धन्यनकारस्य इत् अपि च तालुनकारस्य इत् तादृशप्रत्ययः परे अस्ति चेत् तत्र अचोनिनीति इति सूत्रद्वारा कार्यम्. अचोनिनीति इति सूत्रद्वारा किं कार्यं भवति? गुणः आदेशः न भवति परन्तु वृद्धिकार्यम्. सत्यं, सो अत्र इकारस्य वृद्धिः करणीयम्. इकारस्य वृद्धिः कः, इकारस्य वृद्धिवर्णः कः, के के वर्णाः वृद्धिवर्णाः? आकारः, औकारः, अपि च ऐकारः, एते त्रयः वर्णः वृद्धिसंज्ञकवर्णः. स्वस्थाने अन्तरतमः इति सूत्रद्वारा ऊकारस्य अन्तरतमः वर्णः कः, तुल्यतमवर्णः कः भगिनि? ऊकारः ओष्ठवर्णः, औकारः अपि ओष्ठवर्णः. सो अत्र वृद्धिकार्यं, वृद्धिसंज्ञक वृद्धि, हाम्, औ आगति, औ औ. अत्र गुणः भवति चेत् गुणवर्णाः के के, अकारः, एकारः, ओकारः, एते त्रयः वर्णः अत् एङ् गुणः इति सूत्रद्वारा, एते त्रयः वर्णः गुण संज्ञकवर्णः, तेषां संज्ञा गुण इति संज्ञा भवति. परन्तु आकारः, औकारः, ऐकारः एते त्रयः वृद्धिसंज्ञकवर्णः। सो अत्र णित् अस्ति अतः तेन कारणेन अचोणिनिति इति सूत्रद्वारा वृद्धिः भवति न तु गुणः भवति। किमर्थं चेत् अचोणिनिति इति सूत्रं सार्वधातुकार्धधातुकयोः इति सूत्रस्य अपवादसूत्रं। सो अपवादसूत्रं व्याकरणे सदा बलवत् भवति, तस्य बलम् अधिकम् अस्ति। सो अत्र ओ भवति, औ भवति, न तु ओ भवति, वृद्धिः भवति। अत्र सूत्रमपि लेखनीयम् अचोणिनिति इति सूत्रद्वारा अत्र विवृद्धिः, अत्र वृद्धिकार्यं, तत्सर्वम् अत्र लेखनीयम्। इदानीं पुनः तत्र एचोयवायावः औ स्थाने किम् आदेशः? आव् आगच्छति। आव् हा, भावी इति रूपम्। आं सत्यं। सो वर्णमेलनेन तत्र किं भावी इति आलि तत्र आतिदेशकधातुः। भावी लटिरूपस्य निर्माणार्थं तत्र किं करणीयं वदतु? लटिरूपम् इदानीं धातु अस्ति, वी केन् मेक् ए लट् रूप् फ्रम् भावी इति आतिदेशकधातुः। सो आतिदेशकधातुः अपि वयं किं कर्तुं शक्यते, लटिरूपं निर्मातुं शक्यते। सो लटिरूपम् अस्ति चेत् प्रथमसोपाने किम् आयाति वदतु? तिंशित् सार्वधातुकं। तेन किं प्रथमे किम् आयाति एकवचनस्य विवक्षायां किम् आयाति अस्माकं विवक्षा भवति प्रत्ययः सोपानेन वक्तव्यं। मम विवक्षा किम् अस्ति? मम विवक्षा अस्ति द्विवचनस्य लट् लकारस्य द्विवचनस्य विवक्षा अस्ति। मम विवक्षा द्विवचनस्य अस्ति, एकवचनस्य नास्ति। वदतु कः प्रत्ययः आयाति द्विवचने? कः प्रत्ययः? भावी इति आतिदेशिकधातुः। मम विवक्षा अस्ति लट् लकारस्य द्विवचनस्य विवक्षा। तिप् तस् जी तस् आगच्छति। अत्र तस् इति प्रत्ययः कीदृशः प्रत्ययः वदतु? अर्धधातुक तिंशित् सार्वधातुकम् इति सूत्रद्वारा किम् तिङ् अस्ति चेत् तस्य का संज्ञा, प्रत्ययस्य का संज्ञा तिङ् अस्ति चेत्? एतत्तु तिङ् समूहे आयाति न, तिप् तस् जि सिप् थस्थ मिप् पस्मस्, तिङ् प्रत्याहारे अष्टादश प्रत्ययः आयान्ति। ते सर्वे प्रत्ययः सार्वधातुक प्रत्ययः, तिङ्क्षित् सार्वधातुकं, न केवलं षित् प्रत्ययः सार्वधातुक, तिङ्गपि सार्वधातुक। सो तस्सपि सार्वधातुक प्रत्ययः, तस्सपि तिङ् समूहे आयाति, अतः सार्वधातुक प्रत्ययः। सो सार्वधातुक प्रत्ययः धातु अनन्तरं सार्वधातुक प्रत्ययः आयाति चेत् कस्य कस्य सूत्रस्य प्रसक्तिः? धातुः योगसार्वधातुक प्रत्ययः किं भवति? विकरणप्रत्ययः आगच्छति कर्तरि शप्। सो अत्र कर्तरि शप् एव तिष्ठति। किमर्थं चेत् भावि इति तत्र घनचिन्तनं न करणीयम्, औपदेशिकधातुविषये एव घनचिन्तनं करणीयम् यदा सार्वधातुक प्रत्ययः। सी वै वी डिड् नाट् डिस्कस् अत्र कर्तरि शप् सार्वधातुके, बिकास् अत्र आर्धधातुक प्रत्ययः, अतः अत्र शप् इति विधानं न भवितुम् अर्हति। सार्वधातुक प्रत्यये परे एव शप् विकरणप्रत्ययः मध्ये आयान्ति। अत्र भूयोग नीच् अस्ति, अतः प्रथमसोपाने एव द्रष्टव्यं सार्वधातुक वा आर्धधातुक वा। सो अत्र कर्तरि शप् सार्वधातुक इति सूत्रं न आगन्तुं शक्यते। किमर्थं चेत् परे अर्धधातुक प्रत्ययः, परन्तु अत्र सार्वधातुक प्रत्ययः, अतः अत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः। इदानीं वदतु। इदानीं हलन्त्यम् इत्यनेन सूत्रेण तस् सकारः लोपः ता एव अवशिष्यते। केन सूत्रेण? तकारस्य केन सूत्रेण? तत्र एकम् अन्यत् सूत्रमस्ति भगिनि, तस्य निषेधकसूत्रं न विभक्तौ तुस्माः इति सूत्रेण. तुस्माः इति न भवति विभक्तिप्रत्ययेषु, तस् इति विभक्तिप्रत्ययः. विभक्तिप्रत्ययः के के? सुप् अपि च तिङ्, अष्टादश तिङ् प्रत्ययः अपि च एकविंशति सुप् प्रत्ययः, ते विभक्तिसंज्ञकः. सो विभक्तिप्रत्ययेषु तुस्माः इतना भवति, सकारस्य इतना भवति. यद्यपि हलन्तं सूत्रद्वारा सकारस्य इत् भवेत्, परन्तु तुस्माः इति निषेधकसूत्रं वदति न विभक्तौ तुस्माः. विभक्तिप्रत्ययेषु तुस्मा इत् न भवति, तु स म इत् न भवति. सो सकारस्य इत् न भवति. अत्र ससजो रुः अपि च खर अवसानविसर्जनीय इति सूत्रद्वारा सकारस्य विसर्ग आदेशः सूत्रद्वयेन भवति. तत् त्यजतु. अत्र तः इति अवशिष्टभागः, सकारस्य विसर्ग आदेशः भवति. प्रथमे तत्र रु आदेशः भवति, अनन्तरं रु रकारस्य स्थाने विसर्ग आदेशः. सो अत्र तः इति अवशिष्टभागः. इदानीम् अत्र वदतु भाविियोगशब् योग लषक्वत् इत्युक्ते इत्यनेन सूत्रेण शकारः लोपः इत् वशित् भवति, तदनन्तरं तस्य लोपः. प हलन्त्यम् इत्यनेन सूत्रेण तस्य पित् भवति, तदनन्तरं तस्य लोपः अपि भवति, अकारः एव अवशिष्यते. इत्यनेन भावि योग आ प्लस् तः इति शप् इति प्रत्ययः कीदृशप्रत्ययः? विकरणप्रत्ययः, सार्वधातुकप्रत्ययः. सार्वधातुकप्रत्ययः अपि च सार्वधातुक पित् प्रत्ययः. अपित् नास्ति, अतः अत्र सार्वधातुकम् अपित् इति सूत्रस्य प्रसक्तिः नास्ति. सार्वधातुक अस्ति परन्तु पित् अपि अस्ति. सूत्रं किम्? अतिदेशसूत्रं किम्? सार्वधातुकम् अपित्. सार्वधातुकम् अपित् प्रत्ययः एव निधिवत् कार्यं करोति. यः सार्वधातुक पित् सः निधिवत् कार्यं न करोति, अतः गुणस्य कृते कोऽपि बाधा नास्ति अत्र. किमर्थं चेत् सार्वधातुक पित् प्रत्ययः अत्र. इदानीं कीदृश अङ्गं शप् प्रत्ययस्य कृते कीदृश अङ्गम्? इगन्त अङ्गम्. केन सूत्रेण कार्यम्? सार्वधातुक अर्धधातुकयोः. किं भवति तेन सूत्रेण? वि इ ए भवति, भावे भवति, इकारस्य स्थाने एकारः, इकारस्य आगच्छति. भावे प्लस् योग प्लस् तः. वदतु इदानीं. सूत्रेण एकारस्य स्थाने तदनन्तरं भावमेलं रूपं निष्पद्यते. भाव अय भगिनि, ए स्थाने ऐ आदेशः भगिनि, औ नास्ति, ओ औ. भावयति, भावयतः. एकनिमिषः. भाव भावय इति अङ्गं कस्य कृते? तः इति प्रत्ययः अस्ति भगिनि. वी डोण्ट् हेव् टु वी हेव् टु फस्ट् सी तः इति प्रत्ययस्य कृते कीदृश अङ्गम्. तः प्रत्ययः निमित्तीकृत्यः कुत्रचित् तिप् प्रत्ययनिमित्तीकृत्य अपि तत्र गुणकार्यम् अपि च वृद्धिकार्यं भवितुम् अर्हति, गुणकार्यं भवितुम् अर्हति. परन्तु अत्र अङ्गं कीदृशः? भावय इति कीदृश अङ्गम्? अन्ते कः वर्णः? यकारः. अकारः अन्ते अकारः. शप् प्रत्ययस्य अकारः अन्ते अस्ति. सो अधन्ताङ्गम् अस्ति, इगन्ताङ्गं नास्ति. सो सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः नास्ति. उपधायां कः वर्णः? उपधायामपि अकारः. कथम् अन्ते अपि अकारः, उपधायामपि अकारः कथं भवितुम् अर्हति? वा अकारस्य उपधा इति संज्ञा किम् अस्ति? उपधा अलो पूर्वम् उपधा अलो अन्तिम अल पूर्वे यत् अलः तस्य उपधा इति संज्ञा. सो अन्तिम अल् कः अत्र? अकारः. अकारस्य साक्षात् पूर्वे कः? यकारः. सो उपधायां यकारः अस्ति. यकारः अस्ति चेत् तत्रापि गुणः न भवति. उपधायां कस्य गुणः? उपधायां कस्य वर्णस्य गुणः भवति वदतु? इगन्ताङ्गस्य एव. उपधायां कस्य वर्णस्य गुणः? मम प्रश्नः कः भगिनि? उपधायां कस्य वर्णस्य गुणः? लघु इकवर्णस्य, लघु इकवर्णस्य गुणः. पुगन्तलघुपदस्य च लघु इकवर्णस्य गुणः उपधायां. केवलं लघु इकवर्णस्य, लघु साक्षात् तत्र दत्तं. लघु इत्युक्ते ह्रस्वं लघुः. ह्रस्व इकवर्णस्य उपधायां गुणः भवति. अन्यस्य कोऽपि अन्यवर्णस्य गुणः न भवति उपधायां. केवलं ह्रस्व इकवर्णस्य एव उपधायां गुणः भवति. अत्र उपधायां ह्रस्व इकवर्णः नास्ति, यकारः अस्ति. अतः अत्र गुणप्रसङ्गः नास्ति. आगच्छति न, अत्र कार्यमेव, अत्र अङ्गे गुणप्रसङ्गः नास्ति न, अन्ते इकवर्णः नास्ति, उपधायाम् इकवर्णः नास्ति. सो अत्र गुणकार्यं न भवति, गुणप्रसङ्गः एव नास्ति, अङ्गे गुणप्रसङ्गः नास्ति. सो प्रत्ययः गुण अनुकूलः अस्ति वा नास्ति वा तत् न द्रष्टव्यं. यदि अङ्गम् एव गुणप्रसङ्गः नास्ति, तत्र गुणः कुत्र करणीयं? तत्र गुणवर्णः एव नास्ति. यस्य गुणः भवति तद् वर्णः एव नास्ति अत्र. तत्र किं भगिनि? अतः अत्र वर्णमेलनम् एव वा महोदय? केवलं वर्णमेलनं भगिनि, अत्र केवलं वर्णमेलनं. सो यत्र यत्र यत्र यत्र धातुः योगत् प्रत्ययः भवति तत्र सर्वदा तत्र सोपानेन एव तत्र सर्वं द्रष्टव्यं. सोपानानेन न गच्छामः चेत् तत्र किं असाधुरूपं निष्पद्यते. यथा वयं भूयोग निच् कृतवन्तः. निच् इति प्रत्ययः अर्धधातुक अस्ति, परन्तु णित् अपि अस्ति. सो अचोनिनिति इति सूत्रद्वारा तत्र अचोनिनिति इति सूत्रस्यापि प्रसक्तिः. सार्वधातुकार्धधातुकयोः इति सूत्रस्यापि प्रसक्तिः. परन्तु कार्यं केन भवति? अपवादसूत्रेण. अचोनिनिति इति सूत्रं सार्वधातुकार्धधातुकयोः इति सूत्रस्य अपवादसूत्रं. सार्वधातुक अपि अन्ते स्थितस्य एकवर्णस्य तत्र गुणः करोति. अचोनिनिति इति सूत्रमपि अन्ते स्थितस्य अच्वर्णस्य वृद्धिः करोति. सो इकवर्णः अच्वर्णः अपि अस्ति. इक् प्रत्याहार अच् प्रत्याहारे एव आयाति, तस्मिन् मध्ये आयाति. अतः तत्र किम् अचोनिनिति इति सूत्रद्वारा यदा वयं कोऽपि णित् अथवा णित् प्रत्ययः योजयामः चेत् तत्र सर्वदा अचोनिनिति इति सूत्रस्य यदि इगन्तमङ्ग इति अजन्तमङ्गमस्ति. भू इति धातुः अन्ते अच्वर्णः, ऊकारः अच्वर्णः, ऊकारः इक्वर्णः अपि अस्ति. सो अचोनिनिति इति सूत्रद्वारा अजन्त अन्ते स्थितस्य अच्वर्णस्य वृद्धिः. अन्ते स्थितस्य अचवर्ण सार्वधातुक अर्धधातुकयोः इति सूत्रद्वारा अपि अन्ते स्थितस्य इक् वर्णस्य गुणः बिकास् दिस् इक् कम्स् इन् द अच् एव अतः तत्र द्वयोः सूत्रयोः प्रसक्ति भवति चेत् अचोनिनिति इति सूत्रं बलवत् भवति किमर्थं चेत् सि इफ् अचोनिनिति विल् नाट् डु कार्य ओवर् दियर् देन् अचोनिनिति विल् नाट् डु कार्य एट् एनिवियर् एल्स् आल्सो सर्वदा सार्वधातुक अर्धधातुक इति सूत्रम् आगत्य तत्र कार्यस्य कृते तत्र कार्यं करोति चेत् अचोनिनिति इति सूत्रं निरवकाशः भवति सो सूत्रं कोऽपि सूत्रम् अष्टाध्यायीग्रन्थे कोऽपि सूत्रं निरवकाशः मा भवेत् इति अपवादलक्षणम् अतः अपवादत्वेन एव तत्र कार्यं करणीयं सो वी हेव् टु रिमेम्बर् न केवलं सार्वधातुक अर्धधातुक पुगन्तलघुपदस्य वी हेव् टु रिमेम्बर् अचोनिनिति आल्सो सो यत्र यत्र नित् अथवा णित् प्रत्ययः आयाति तत्र वृद्धिकार्यं करणीयम् इति सर्वदा तत्र स्मर्तव्यम् We have to remember all the sutras, whatever we have read, and astu. Sprish dhatu vishaye kaha vaktum ichati. Sprish dhatu vishaye. Padam yoga. Namaste. एकनिमिषः महोदय पूर्णिमा भगिनी वक्तुमिच्छति वा भगिनि किं करणीयम् अत्र प्रथमे अत्र दृश्य पश्यतु अत्र किं करणीयं धातुः भगिनी स्क्रीन् मया न दृश्यते भगिनि पिपिटि दृश्यते वा न दृश्यते न न दृश्यते किं करणीयम् इदानीं बहिर्गन्तव्यं वा न न ऐ हेव् शेर्ड् इदानीं दृश्यतु इदानीं दृश्यते वा इदानीं दृश्य स्पृश् विषये स्पृश् कस्मिन् गणे अस्ति इत्युक्ते षष्ठं गणे अस्ति वदतु षष्ठमगणः अस्ति षष्ठमगणस्य विकरणप्रत्ययः सुदादिगणः सुदादिगणे किं विकरणं प्रत्ययः शन् खलु भगिनि लिखितवती शा विकरणप्रत्ययः अस्ति शा विकरणप्रत्ययः अस्ति अन्ते स्थितस्य अकारस्य भवति उपदेशे जननासिकः अननुनासिकः इति कारणेन चकारस्य अकारस्य इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति स्पृश् स्पृश् एव अवशिष्टभागं स्पृश् अधिका स्पृश् इति लौकिकरूपं लौकिकरूपं भवति शा इति विकरणप्रत्ययः ति इति तिङ्प्रत्ययः भवति शकारस्य शकोतदिते इति सूत्रस्य आधारेण शकारस्य इत्संज्ञ भूत्वा तस्य लोपः भवति स्पृश् अधिक अपित् अपित् अस्ति स्पृश् अधिक आ अधिक ति इति स्पृशति स्पृशति इति भवति गुणस्य अपित् कारणेन गुणस्य बाधा भवति केन सूत्रेण तिंशित् अयो सारि शप् पित् अपि अपित् बाधा भवति गुणस्य बाधा भवति न न सोपानेन वक्तव्यं भगिनि श इति प्रत्ययः शित् अस्ति परन्तु अपित् अस्ति अतः अपित् सार्व यु हेव् टु कोड् सूत्र इति सूत्रेण किम् अपित् इति सूत्रेण गुणस्य बाधा भवति तद् बाधकसूत्रम् अस्ति वा सार्वधातुकम् अपित् इति बाधकसूत्रम् अस्ति वा सो सार्वधातुकम् अपित् इति सूत्रेण किम् ष निद् इव कार्यं करोति ष निद् भवति इव कार्यं करोति आम् किनिति च इति बाधकसूत्रं न तु सार्वधातुकमपि सार्वधातुकसूत्रेण केवलं श उपरि निद्लक्षणम् अध्यारोपिते श साक्षात् नित् नास्ति श इति प्रत्ययः कोऽपि कण्ठनकार इति नास्ति परन्तु सार्वधातुकम् अपित् इति अतिदेशसूत्रद्वारा श बिहेव्स् लैक् ए नित् प्रत्ययः श निद् इव कार्यं करोति निदिव कार्यं करोति चेदेव किनिति च सूत्रस्य प्रसक्तिः अन्यथा तत्र प्रसक्तिः एव न भवति किनिति च सूत्रं किं वदति वदतु किनिति च सूत्रस्य कः अर्थः सूत्रं किं वदति धातु अपि भवति चेत् मम ध्वनिः सम्यक् नास्ति भगिनि ध्वनिः न सम्यक् नास्ति वदामि यदि अपि भवत्याः ध्वनिः सम्यक् अस्ति भगिनि मम कण्ठे किञ्चित् बाधा अस्ति सार्वजातिक न अहं वदामि अपि प्रत्यय किञ्च इति सूत्रस्य आधारेण नित्वत् कार्यं करोति तदर्थं बाधा भवति गुणस्य बाधा भवति सत्यं सो अत्र अत्र स्पर्शति यः स्पृश्यः अस्ति अङ्गं तत्र गुणप्रसङ्गः अस्ति वा भगिनि नास्ति किं किमर्थम् तदेव भगिनि अपित् कारणेन स्पृश अधिक सदैव तिष्ठति शृणोतु भगिनि मम प्रश्नः कः स्पृश् इति यः अङ्गम् अस्ति धातुरूपी अङ्गं तत्र गुणप्रसङ्गः तस्मिन् गुणः भवितुम् अर्हति वा अङ्गे गुणः अर्हति वा न अर्हति अस्ति अर्हति पुगन्त लघुपदः अस्ति अन्ते अकारः अस्ति अकारस्य अकारस्य न भवति पुगन्तलघुपदस्य भवति परन्तु अपित् कारणेन तत् न भवति अपित् कारणेन सत्यं रु अस्ति परन्तु ऋकारस्य न भवति अर्कारः न भवति अपित् कारणेन अत्र उपदायां ह्रस्व इकवर्णः अस्ति अतः अत्र गुणप्रसङ्गः अस्ति अस्मिन् गुणप्रसङ्गः अस्ति परन्तु अपित् कारणेन निद्वत् कार्यं करोति चेत् किनिति च सूत्रद्वारा अत्र किं कार्यं न भवति प्रत्ययस्य कृते कीदृशाङ्गम् स्पृश स्पृश्योग अङ्ग शप्रत्यय शाप्रत्ययस्य कृते स्पृश अङ्गं स्पृश तिप्रत्ययस्य कृते स्पृश स्पृश अङ्गम् तत्र तिप् इति प्रत्ययः सार्वधातुक अस्ति पित् अपि अस्ति गुणः भवितुम् अर्हति परन्तु अङ्गे गुणप्रसङ्गः नास्ति अङ्गे अन्ते कः वर्णः अङ्गे अन्ते अकारः अस्ति तत् इक् नास्ति अतः गुणस्य बाधा भवति उपदायां कः वर्णः पुगन्तस्य रु अस्ति गुणस्य अवकाशः अस्ति परन्तु अपित् कारणेन तत्रापि गुणः न भवति साधु भगिनि साधु तथैव अस्ति सो स्पृशति इति रूपं सो यद्यपि कारणेन गुणः भवितुम् अर्हति परन्तु अङ्गे गुणप्रसङ्गः नास्ति इदानीम् उपदायां शकारः अन्ते अकारः अतः अत्र गुणप्रसङ्गः नास्ति गुण कुत्र भवति अन्ते स्थितस्य इकवर्णस्य उपदायां स्थितस्य ह्रस्व इकारस्य ह्रस्व इकवर्णस्य सो अत्र गुणप्रसङ्गः नास्ति यद्यपि तिपिति प्रत्ययः गुणानुकूलः तथापि अत्र गुणः न भवति सो स्पृशति इति रूपम् अस्तु भगिनि धन्यवादः धन्यवादः भगिनि जी विषये कः वदति एकनिमिषः भगिनि अनस्य भगिनि अनन्तरं वदतु विजय महोदय वक्तुम् इच्छति वा महोदय विजय सिङ्ग् अपि अस्तु न श्रूयते महोदय, वक्तुमिच्छति वा महोदय? ध्वनिः न श्रूयते, अस्तु अनुसूया भगिनी वदतु। अनुसूया भगिनी श्रूयते वा भगिनी? क्षम्यतां महोदय, वदतु। जी वादिगणे अस्ति, प्रथमगणे वादिगणे अस्ति, वादिगणस्य विकरणप्रत्ययः कर्तर कर्तरि शप् इति सूत्रेण शप् भवति। दिगन्तः टिप् भवति, अतः जी अधिकं टिप् शप् अधिकं टिप् भवति। शप् इति तृतीयस्य अतद्यते अस्ति, अतः दशकत्वदिते इति सूत्रेण शकारस्य इत्संज्ञा भवति। हलन्तम् इति सूत्रेण अन्ते वर्तमान पकारस्य इत्संज्ञा भवति। दस्य लोपः इति सूत्रेण शकारयोः लोपः भवति, क एव अवच्यते। टिप् अपि हलन्तमिति सूत्रेण पकारस्य इत्संज्ञा भवति, अतः ति एव अवशिष्यते। जि अधिकम् अ अधिकं क्षु भवति, जि सार्व शप् अ सार्वधातुक प्रत्ययः अस्ति, अतः सार्वधातुक आर्धातुकयोः इति सूत्रेण इदानीं तत्र किं वक्तव्यं, शप् इति प्रत्ययः सार्वधातुक अस्ति, पित् अपि अस्ति, अतः गुणस्य कृते कोऽपि बाधा नास्ति। सार्वधातुक अस्ति, पित् अपि अस्ति, वर्णः शप् प्रत्ययस्य प्रतिनिधिः अस्ति, अतः तत्र शप् प्रत्ययस्य गुणः तत्र भवति। शप् प्रत्यय अतः सार्वधातुक अपित् अपि पित् पित् अपि अस्ति, षित् अपि पित् अपि अस्ति, अतः इगन्त तस्य अङ्गः ज अधिकम् इ अस्ति, इगन्तप्रत्ययः अस्ति, अतः इ प्रत्ययस्य इगन्तस्थानमस्ति, तत्र गुणा भूत्वा गुणा भवति। रिचोयावायवः गुणः भूत्वा किं न भवति, ए भवति, जे अधिकम् अधिकं बि भवति, तत्र पिचोयावायवः इति सूत्रेण ज अधिकम् ए अधिकम् अधिकं बि, तत्र एकः आदेशः औ औ आगच्छति, स्थाने ऐ आगच्छति, अधिकम् अ अधिकं ति, जयति इति रूपं। साधु भगिनी धन्यवादः, धन्यवादः। चेतना भगिनी क्षिप् चतुर्थगणे विषये वदतु। क्षिप् धातु द्वयम् अस्ति, एकमस्ति षष्ठमगणे, द्वितीयमस्ति दिवादिगणे। दिवादिगणे विषये प्रथमे वदतु। क्षिपप्रेरणे दिवादिगणः क्षिप् उपदेशे अजनुनासिक इति सूत्रेण अनुनासिक कारस्य इत् भवति, क्षिप् अवतिष्यते। वर्तमाने लट् इति सूत्रेण क्षिप् योग लट् भवति। उपदेश अजनुनासिक अलङ्क्यम् इति सूत्रेण ल अवशिष्यते। क्षिप् योग ल, ल स्थाने तस्जि स्थित स्थित स्थ मिद्वस्मस् इति सूत्रेण क्षिप् योग तिप् आयाति. हलन्त्यं तस्य लोपः सूत्रेण क्षिप् योग ति भवति. इदानीं दिवादिभ्यः श्यन् इति सूत्रेण क्षिप् योग श्यन् योग ति भवति. भगिनि अत्र कर्तरि शब् सार्वधातुके लेखनीयम् अत्र लेखनीयं कर्तरिषप् सार्वधातुकं बाधित्वा दिवादिभ्यः शन् इति सूत्रद्वारा कार्यम् तदनन्तरं दिवादिभ्यः शन् सूत्रेण क्षिप् योग शन् योग ति भवति. लशक्व तद्धिते हलन्त्यं तस्य लोपः इत्येन य अवशिष्यते. क्षिप् योग य योग ति भवति. इदानीम् एतत् षित् अस्ति परन्तु अपित् अस्ति अतः निति किनिति च इति प्रथमे अतिदेशसूत्रे तदपि लेखनीयम् बिकास् दिस् इस् नाट् साक्षात् नित् नास्ति. यदि साक्षात् नित् अस्ति तत्र डैरेक्ट् किनिति च सूत्रस्य प्रसक्तिः. परन्तु अत्र साक्षात् नित् नास्ति अतः अत्र सार्वधातुकम् अपित् इति वक्तव्यं. तेन सूत्रेण एव निद्वद् कार्यं करोति. निद्वद् कार्यं करोति चेदेव किनीति च सूत्रस्य प्रसक्ति. अन्यथा प्रसक्ति एव न भवति. सूत्रं वदति प्रत्ययः कित् गित् अथवा नित् अस्ति चेदेव बाधा. परन्तु शन् इति प्रत्ययः कित् नास्ति गित् नास्ति नित् अपि नास्ति. परन्तु अतिदेशसूत्रद्वारा एतत् प्रत्ययः निद् इव कार्यं करोति अतः तत् सूत्रम् अपि तत्र तस्य तदपि वक्तव्यं सार्वधातुकम् अपित् इति सूत्रद्वारा. सार्वधातुकम् अपित् सूत्रद्वारा नित्वत् कार्यं भवति. तदनन्तरं किणिति च इति सूत्रेण गुणकार्यं न भवति अतः क्षिप् क्षिप् एव तिष्ठति. क्षिप् दातौ गुणप्रसङ्गः अस्ति वा? अस्ति भगिनि. उपदायां ह्रस्व इकारः अस्ति अतः पुगन्तलघुपदस्य च इति सूत्रस्य प्रसङ्गः अस्ति परन्तु बाधकः अस्ति. परन्तु प्राप्ति न भवति. किमर्थं चेत् किनिति च सूत्रद्वारा बाधा. अस्तु क्षिप् योग य योग ति भवति. अङ्गं क्षिप्य इति अङ्गं क्षिप्य इति अङ्गं कस्य कृते? तिङ् प्रत्यय कृते. ति कृते तिप् प्रत्ययः कीदृशप्रत्ययः? सार्वधातुकं प्रत्यय. सार्वधातुकं विषये एव द्रष्टव्यं पित् वा अपित् वा. पित् अस्ति चेत् गुणः भवति अपित् अस्ति चेत् बाधा. तिप् इति प्रत्ययः पित् अपि अस्ति गुणः भवितुम् अर्हति परन्तु अङ्गे गुणप्रसङ्गः नास्ति. कीदृश अङ्गम् अत्र? अकारः अधन्ताङ्गम् अन्ते अजन्त अपि च अधन्ताङ्गम् अन्ते अकारः ह्रस्व अकारः. उपदायां कः वर्णः भगिनि? यकारः. यकारः. सो अत्र गुणप्रसङ्गः नास्ति. किं रूपं वर्णमेलनं कृत्वा क्षिप्यति इति क्षिपति इति रूपं क्षिप्यति. इदानीं तत्र षष्ठमगणे श इति विकरणप्रत्ययः. श अपि सार्वधातुक अपित् प्रत्ययः. सार्वधातुक अपित् प्रत्ययः अस्ति तत्रापि किं गुणस्य बाधा. किमर्थं चेत् सर्वे सार्वधातुक अपित् प्रत्ययः निदिव कार्यं करोति. तत्र विकरणप्रत्यय अवतिष्यते अतः क्षिपति रूपं भवति. आम् क्षिपति इति रूपं. सो षष्ठमगणे क्षिपति इति रूपं, चतुर्थगणे क्षिप्यति इति रूपम्. अस्तु भगिनि, धन्यवादः. वर्तुं विषये कः वदति? किशोर महोदय वदतु. महोदय वर्तुं धातुः अस्ति, उकारस्य अनुनासिक उकारस्य उपदेशे जन्मनासिकसूत्रेण उपसंज्ञा भवति. वृत्ति एव अवशिष्यते. वित् प्रथम प्रथमगणे आत्मनेपदी विवक्षा अस्ति. वृत् योगं सप् योगं ते. सकारस्य अलङ्कं सूत्रेण सकारस्य लसकद्वूते सूत्रेण संज्ञा भूत्वा तस्य लोपेन सूत्रेण लोपः भवति. स्थितिः भवति वृत् योगम् अयोगं ते. सप् सार्धातुक अस्ति एवं पित् अपि अस्ति. तत्कारणे वृत्ते इदं त उपदास्ति. तत्र किं किं महोदय? वृत् इति वृत् इगन्त किं किं महोदय? इगन्त नास्ति. उपदाय मत् इत्युक्ते उपदाय इगन्त अस्ति. लघु लघु इगन्तं न वदनीयं. तत्र अन्तं नास्ति न उपदायां. रस्वीकार लघु लघु उपदाय अस्ति. लघु उपदाय अस्ति. लघु उपदाय अस्ति. पुगन्त लघुपदस्य सूत्रेण गुणः भवति. ऋकारस्य स्थाने अकारः भवति. तत्पर उरण्डपरेण सूत्रेण अर् भवति. वर् वरत् योगम् अर् योगं ते. वर्तते सिद्धति. उरनरपरः इति सूत्रं किं वदति महोदय? उरनरपर एन अस्ति. उरन् एकनिमिषं महोदय. अन् अस्ति. अन् स्थाने ऐ ओ अस्ति चेत् स्थाने आर् ईर् उर् भवति. उरनरपरः इति सूत्रस्य अर्थः अस्ति यत्र ऋकारस्य स्थाने गुणव अनप्रत्याहारस्य कोऽपि वर्णः आदेशरूपेण आयाति तत्र तस्य अनवर्णस्य परे सर्वदा रेफः अपि आयाति इति उरनरपरः इति सूत्रस्य अर्थः. यत्र यत्र रकारस्य ऋकारस्य रु इति स्वरस्य स्थाने अनप्रत्याहारस्य आदेशः तत्र तस्य अनप्रत्याहारस्य परे रेफः अपि आयाति इति सूत्रस्य अर्थः. रुस्थाने अन् आदेशः यत्र तत्र एव रेफः परे आयाति इति सूत्रस्य अर्थः. अस्तु महोदय, धन्यवादः. महोदय, किम् एकः संशयः अस्ति. वदतु. त आतां झ इति अतः तिङ्प्रत्ययः त भवति वा? न न, अत्र आत्मनेपदी प्रत्ययः अस्ति अतः त भवति. अनन्तरं तत्र अकारस्य एकार आदेशः. आं सत्यं. त आतां झ था साथां द्वम् इति आत्मनेपदी प्रथम एकवचने त इति प्रत्ययः. त प्रत्ययस्य ते अकारस्य एकारः आदेशः भवति सो तत्र ते इति अन्ततो गत्वा ते इति रूपम् आत्मनेपदी त इति अस्ति तस्य एव आम् तथा आत्मनेपदानां तेरे इति सूत्रेण तत्र अकारस्य ए आदेशः भवति सो ते भवति त न अस्ति अन्ते अकारस्य ए आदेशः आत्मनेपदी विषये अतः ते इति भवति महोदय उरण्डपरे स्थाने मध्ये अहं वक्तुं शक्नोति मध्ये डीकारस्थाने आन आदेशः भवति नहीं डकार से स्थाने रेफा रेफ आन रुकार से स्थाने अन प्रत्याहार से आदेश अ ई उ एते त्रयः वर्णः आदेश रूपेण आयाति चेदेव रेफः परे अनपरे रेफः अपि आयाति सो यत्र रु स्थाने उ आदेशः तत्र उर् आयाति यत्र रु स्थाने इ आदेशः तत्र इर् आयाति अत्र तु रु स्थाने अ इति आदेशः अतः अर् आयाति कः वदति कुच् विषये उषा भगिनी वक्तुम् इच्छति वा भगिनी कुच् विषये नो चेत् मञ्जरी भगिनी प्रयत्नं करोमि मञ्जरी भगिनी वदतु कुच् विषये पृच्छम् उपदेश उपरि मञ्जरी भगिनी अनन्तरं वदतु वदतु जगदीश महोदय वदतु कुच् विषये वदतु पृच्छं सङ्कोचने सो उपदेश अनुनाशकायत् सूत्रस्य च उपरि अनुनासिका और अच् आ दोनौ निष्कासनं सो अवशिष्यते कुच् कुच् महोदय कति वर्णाः कति अनुबन्धवर्णाः कुच् इति कुच इति मध्ये कति अनुबन्धवर्णाः च उपरि अनुनासिका चन्द्रबिम्बम् और् अच् आ कुच आ दोनो अनुनासिक प्रभेदः चकारस्य अनुनासिकप्रभेदः अस्ति वा महोदय चकारस्य उपरि यः अनुनासिकचिह्नं दृश्यते सः चकारस्य कृते नास्ति अकारस्य कृते एव एकमेव वर्णः अनुबन्धवर्णः चकार उत्तरवर्ति यः अकारः सः अनुनासिक अकारः एकमेव अनुबन्धवर्णः चकारस्य उपरि अनुनासिका चन्द्रबिम्बम् अनुनासिक अकारस्य केन सूत्रेण इत्संज्ञा देशे अनुनासिका इति सूत्रस्य अनुबन्धरहित अवशिष्यते कुच् कुच् प्लस् कत्तरी शब् प्लस् टि तिङ् तिङ् प्रत्यय कर्तृशब् पकारम् और् षकारम् अत्र धातुः कस्मिन् गणे अस्ति महोदय धातुः षष्ठं गणे अस्ति षष्ठं गणे सुदादिगणे चेत् कः वितरणं प्रत्ययः उदादिगणे कर्तरि शप् या या शन् शन् सुदादिभ्यः शः श इति विकरन्ति शः श अवशिष्यते या श अस्ति चेत् य कुत्र आयाति महोदय श इति विकरण प्रत्ययः षष्ठं गणे केवलं श चकारः अकारः शस्य अवशिष्यते आ लशक् सदिते सूत्रस्य श और कर्तरि श और लशक् सदिते से ल दोनों निष्कासनम् सो कुछ प्लस आ प्लस कुशति अत्र गुणः किमर्थं न भवति कुच् इति ह उपधायां ह्रस्व इकवर्णः तथापि अत्र गुणः न भवति कुच् कोच् न भवति किमर्थं किमर्थं गुणः न भवति सार्वधातुकम् अपीत् इत्यनेन किम् भवति स्ट्रेट् मेलनम् कृपया म्यूट् मध्ये तिष्ठतु उषाभगिनी वदतु अत्र गुणः किमर्थं न भवति श्रूयते वा उषा भगिनी नो चेत् मञ्जरी भगिनी वक्तुमिच्छति वा भगिनि अहं वदामि श इति अपित् प्रत्ययः अस्ति तथा सार्वधातुकमपि इति सूत्रस्य प्रसक्तिः नास्ति इकः स्थाने गुणः न भवति सार्वधातुकम् अपित् अस्ति श इति प्रत्ययः सार्वधातुक अपित् अस्ति अतः किम् अपित् अस्ति ततः इकः अङ्गस्य गुणः न भवति न सार्वधातुकम् अपित् इति सूत्रेण किम् सार्वधातुकम् अपित् इति अतिदेशसूत्रं तेन किं भवति प्रत्ययः निद्वद् भवति तावदेव प्रत्ययः निद्वद् भवति तावदेव किमपि अन्यत् नास्ति तस्मिन् सूत्रे यः सार्वधातुक अपित् प्रत्ययः सः निद् इव कार्यं करोति तावदेव निद् इव कार्यं करोति चेत् किम् किञ्च इति सूत्रेण गुणनिषेधः भवति किमर्थं चेत् इदानीं प्रत्ययः नित् अस्ति इदानीं केन कारणेन सार्वधातुकम् अपित् इति अतिदेशसूत्रद्वारा श इति प्रत्ययः निद् इव कार्यं करोति अतः किनिति च सूत्रस्य प्रसक्ति अन्यथा तत्र किनिति इति सूत्रस्य प्रसक्तिः एव नास्ति किमर्थं प्रत्ययः कित् नास्ति घित् अपि नास्ति नित् अपि नास्ति परन्तु सार्वधातुकम् अपित् इति सूत्रद्वारा श बिहेव्स् लैक् ए नित् प्रत्ययः श निद् समानकार्यं करोति अतः किनिति च सूत्रस्य प्रसक्तिः किनिति च सूत्रस्य प्रसक्तिः आयाति चेदेव गुणस्य बाधा एकमेव सूत्रम् अस्ति येन गुणस्य बाधा सः अस्ति किनिति च सो फार् देट् सूत्रा टु अप्लै ओवर् हियर् फस्ट् वी हेव् टु से देट् दिस् श इस् निद् इव् निद् समानम् देन् ओन्ली किनिति विल् कम् एण्ड् डू द कार्य स्टाप् द कार्य अन्यथा तत्र किमर्थं चेत् श साक्षात् कित् नास्ति गित् अपि नास्ति नित् अपि नास्ति सो कथं किनिति च सूत्रम् आगत्य आगन्तुं शक्यते न आगन्तुं शक्यते केवलं सार्वधातुकम् अपित् इति सूत्रद्वारा यः निद् इति लक्षणं श उपरि अध्यारोपिते तेन एव किनिति च सूत्रस्य तत्र कार्यम्. अत्र कुच् कोच् न भवति. कुच् इति यः अस्ति तत्र उपदायां ह्रस्व इकवर्णः, उपदायां ह्रस्व अन्ते नास्ति, उपदायाम् इकवर्णः अस्ति, स च इकवर्णः ह्रस्व अस्ति. सो पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अत्र अस्ति, परन्तु बाधा भवति, न कार्यं न भवति. केन सूत्रेण बाधा? केन सूत्रेण? किनिति च, तदेव बाधकसूत्रं. सार्वधातुक अपित् इति बाधकसूत्रं नास्ति, अतिदेशसूत्रम् अस्ति. तेन सूत्रेण किं भवति? सार्वधातुक अपित् प्रत्ययः निद् इव भवति, तावदेव. निद् इव भवति चेदेव अनन्तरं किनिति च सूत्रद्वारा बाधा. अतः कुच् कोच् न भवति, कुच् एव तिष्ठति. रूपं किम्? कुच इति अङ्गं कस्य कृते? तिप् प्रत्ययस्य कृते. इदानीं तिप् प्रत्ययः कीदृशी प्रत्ययः वदतु? तिंशित् सार्वधातुकं, सार्वधातुकप्रत्ययः. अपि च सार्वधातु वदतु. पित् अपि अस्ति. अतः अत्र सि अस्मिन् अस्यां दशायां सार्वधातुक अपित् इति सूत्रं न आगन्तुं शक्यते. किमर्थं चेत् सार्वधातुक अस्ति परन्तु पित् अस्ति, अपित् नास्ति. पित् अस्ति चेत् गुणस्य कृते कोऽपि बाधा एव नास्ति. परन्तु इदानीं गुणप्रसङ्गः नास्ति. अन्ते कः वर्णः? अन्ते ओ अस्ति, अकारः च अस्ति. अतः गुणः उपदायं च, गुणस्य कृते प्रसक्तिः एव नास्ति. सो तत्र किं रूपं? कुचति इति रूपम्. यद्यपि त्यपि इति प्रत्ययः गुणानुकूलः, तथापि तत् परन्तु अङ्गे गुणप्रसङ्गः नास्ति. कथं करणीयं? न कर्तुं शक्यते. गुणः तु अन्ते स्थितस्य एकवर्णस्य गुणः भवति, उपदायां ह्रस्व एकवर्णस्य एव गुणः भवति. अन्यत्र कुत्रापि गुणः न भवितुम् अर्हति. अतः यद्यपि त्यप् गुणानुकूलः प्रत्ययः, तथापि अत्र गुणप्रसङ्गः नास्ति, अतः केवलं वर्णमेलनं कुचति इति रूपम्. तद् तथैव एव सर्वदा तत्र तथैव चिन्तनीयं. यः सार्वधातुक अपित् प्रत्ययः, सः सर्वदा नित् इव कार्यं करोति. केन सूत्रेण? सार्वधातुकम् अपित् इति अतिदेशसूत्रेण सः निद् इव कार्यं करोति, तावदेव सूत्रं वदति. निदिव कार्यं करोति चेदेव किनिति च सूत्रस्य प्रसक्तिः. देन् ओन्ली किनिति सूत्रं केन् कम्, अदर्वैस् किनिति सूत्रं केन् नाट् कम्, बिकास् प्रत्ययः साक्षात् नितना कितना गितना. सार्वधातुकम् अपित् इति सूत्रद्वारा एव तस्य उपरि निद् इति लक्षणम् अध्यारोपिते. निद् इति लक्षणम् अध्यारोपिते चेदेव तत्र किं? तत्र किनिति च सूत्रम् आगन्तुं शक्यते. अतः किनिति च एकवारं किनिति च सूत्रम् आयातिश्चेदेव तत्र गुणस्य बाधा भवति. सो वी हेव् टु रिमेम्बर् दि आल् दीस् स्टेप्. सर्वदा तत्र प्रत्ययस्य स्वभावः कः तत् पश्य तत् द्रष्टव्यम्. यदि आर्धधातुक अस्ति चेत् तत्र कर्तरि शप् सार्वधातुके अपि च अन्यानि विकरणप्रत्ययानि न आयान्ति. यदा धातुयोग सार्वधातुक प्रत्ययः भवति तदा एव शप् शनं श्ना इति आगन्तुं शक्यते. किमर्थं चेत् सार्वधातुक इति निमित्तम् अस्ति. सार्वधातुक प्रत्ययः परे एव शप् अपि च अन्यविकरणप्रत्ययः आगन्तुं शक्यते. यदा धातुयोग आर्धधातुक प्रत्ययः भवति तत्र कर्तरि शप् सार्वधातुके अथवा दिवादिभ्यः शन् तुदादिभ्यः शः कृण क्रयादिभ्यः श्ना इति न आगन्तुं शक्यते. ते सर्वे सार्वधातुक प्रत्ययपरे एव आगन्तुं शक्यते. सो यदा वयं धातुयोग निच् धातुयोग अनियर् धातुयोग ल्युट् धातुयोग तवतु इति कुर्मः चेत् तत्ते सर्वे अर्धधातुप्रत्ययः, तत्र शप् अपि च अन्यविकरणप्रत्ययः मध्ये न आगन्तुं शक्यते. वी हेव् टु रिमेम्बर् दिस् प्रक्रिया, दिस् प्रोसेस् वी हेव् टु रिमेम्बर्. सार्वधातुप्रत्यय योजयामः चेत् पित् अपित् द्रष्टव्यं गुणकार्यस्य कृते. किमर्थं चेत् पित् अस्ति चेत् गुणः भवति, अपित् अस्ति चेत् गुणः न भवति. तत्र सूत्रद्वयं तत्र स्मर्तव्यं, सार्वधातुकम् अपित् अपि च खिनीति च. एतत् सूत्रद्वयं यदा वयं धातु भूयोग कित् कुर्मः, तवतु कुर्मः, तवतु इति साक्षात् कित् अस्ति, तस्मिन् ककारः इति संज्ञकः, सो कित् प्रत्ययः अस्ति. तत्र डैरेक्ट् किमिति च सूत्रम् आगत्य वदति नो अत्र गुणः न करणीयं. यद्यपि भू भो भवितुं शक्यते, परन्तु आर्धधातुप्रत्ययः कित् अपि अस्ति, सो कित् गित् नित् परे गुणकार्यं न करणीयं. सो तत्र भूत्वा भवति. तत्र यदि वयं सी अत्र अत्र वी हेव् टु रिमेम्बर् वन्स् वि रिमेम्बर् दिस् स्टेप् देन् वि कोऽपि प्राब्लम् नास्ति. त्वा इति प्रत्ययः शित् न अस्ति, तिङ्समूहे न आयाति, अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकप्रत्ययः. सो अत्र शप् शश् न इति चिन्तनमेव न करणीयं. किमर्थं चेत् आर्धधातुकप्रत्ययः, सो आर्धधातुकप्रत्ययविषये कर्तरि शप् सार्वधातुके इति सूत्रं कार्यं न करोति. अत्र अनुबन्धानां निष्कासनम् अनन्तरं लशक्कु क ख ग ग न आतदित् प्रत्ययेषु कु अपि इत् भवति. सो अत्र किम् अवशिष्यते, त्वा इति अवशिष्यते. सो त्वा इति प्रत्ययः साक्षात् कित् अस्ति, अस्मिन् ककारः इत् संज्ञकः, कित् प्रत्ययः, आर्धधातु कित् प्रत्ययः. अतः अत्र किं किनिति च सूत्रम् आगत्य वदति यद्यपि अङ्गे गुणप्रसङ्गः भू भो भवितुं शक्यते, तथापि अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रं कार्यं न कर्तुं शक्यते. किमर्थं चेत् किनिति च सूत्रम् आगत्य वदति गुणस्य कृते बाधा. अतः अत्र किं भवति, भूत्वा एव भवति, भूत्वा एव रूपं, भूत्वा न भवति. किमर्थं चेत् साक्षात् कित् प्रत्ययः परे, आर्धधातुप्रत्ययः अस्ति परन्तु कित् अपि अस्ति, ककारस्य इत् संज्ञा. अतः किनिति च सूत्रद्वारा अत्र वी डोण्ट् हेव् टु मेन्शन् सार्वधातुकम् अपि, बिकास् दिस् प्रत्ययः इस् साक्षात् कित्, अस्मिन् ककारः इत् संज्ञकः. अतः अत्र किनिति च सूत्रम् आगत्य कार्यं करोति. अतः भू भू एव तिष्ठति, भो न भवति. किनिति च सूत्रेण गुणस्य बाधा, अतः भूत्वा इति रूपं. तथैव सर्वदा द्रष्टव्यं कित्वा गित्वा नित्वा. सो ये ये प्रत्ययः सार्वधातुक शानच् कुर्मः, शानच् शित्वात् सार्वधातुक अस्ति, शप् मध्ये आयाति, परन्तु अपित् अस्ति, अपित् अस्ति चेत् गुणः न भवति. सो सर्वदा सार्वधातुकविषये पित् अपित् द्रष्टव्यम्, आर्धधातुकविषये कित् गित् नित् द्रष्टव्यम्. Because Maharishi said, what has he said, that all the sarvadhatuk apit pratyaha will behave like nit pratyaha. They will be considered as nit. Yadhyapi nit na asti, tathapi te nit bhavati. Atidesh sutra dwara. Ataha tatra api gunasya krite bhada. Kiniti cha sutra dwara bhada bhavati. Tatra nit api asti. Nit pratya nimiti krite api gunasya bhada. So, kindly do these, all these dhatuhu, kasmina tatra upadayam kaha varnaha, ante kaha varnaha. Everybody should put these 9 and till 14, all these dhatuhu you should put in the WhatsApp group. Tesham rupam kim, lati rupam kim, iti tatra, tatra lekhaniyam, because we will not discuss all these dhatus in the next class. We will go to the next karpatra. You have to do these exercise yourself. अन्ते अस्ति चेत् सार्वधातुक अर्धधातुक, उपधायाम् अस्ति चेत् पुगन्तलघुपदस्य, तावदेव अस्ति। यदि अपित् प्रत्ययः अस्ति तत्र गुणः न करणीयं, तथैव धातुः तथैव तिष्ठति, गुज् गुजेव तिष्ठति। किमर्थं चेत् श इति विकरणप्रत्ययः, सो गुजति इति रूपं दृष्ट्वा एव वयम् इदानीं वक्तुं शक्यते। कैण्ड्लि डू दीस् 3, 4, 5, 6 आर् देयर् रिमेनिङ्ग्। You should do this exercise and put all these in the WhatsApp group. Do this Bhagini, exercise and padatu bhagini. Sarve ekavaram eva preshishyami eva. Samayam bhavati eva vadatu no chet kopi prathame preshishyami. I want to use it everybody extend shall be so that see you whenever you have time during this 1 week you can do one by one na, one by one also you can do, today you can do maybe 2 and you send it on the WhatsApp group. Okay, it is as per your choice na. You have 1 week, you do all these exercises, but you should mention the sutra also, kena sutrena karyam, kena sutrena badha, किमर्थं तत्र निधिः कार्यं करोति, यु हेव् टु मेन्शन् आल् द स्टेप्स् विद् सूत्र, बिकास् वी आर् रीडिङ्ग् पाणिनि ग्रामर्, वी हेव् टु कोट् द सूत्र, केन सूत्रेण कार्यम्। अस्तु इदानीम् अत्र पृच्छामि वा? वदतु महोदय। महोदय, सार्धातुकार्धातुके सूत्रे अस्ति, तत्र अपवादसूत्रम् अस्ति किङ्गति च किनिति च इति अपवादसूत्रं नास्ति, अचोनिति इति अपवादसूत्रं, किमर्थं चेत् किनिति च सूत्रस्य विषये तत्र सः अपवादसूत्रं, ये बाधकसूत्रं, गुणबाधकसूत्रं, तदपि विधिसूत्रं, परन्तु कार्यस्य कृते बाधा भवति, परन्तु अचोनिति इति सूत्रम् अपवादसूत्रम्। सूत्र अस्ति किं सार्धातुकार्धातुकी अपवादसूत्रम्? इदानीं पर्यन्तं तु न पठितम् अचोनिति एव, किमर्थं चेत् सार्वधातुकार्धधातुकयोः इति सूत्रेण किम् अन्ते स्थितस्य एकवर्णस्य गुणः, अचोनिति इति सूत्रद्वारा अपि अन्ते स्थितस्य अच्वर्णस्य वृद्धिः, सो समानं कार्यक्षेत्रं समानम् अस्ति, अन्ते स्थितस्य अच्वर्णस्य, अन्ते स्थितस्य इकवर्णस्य, तत्र णित् अपि च णित् इति प्रत्ययः आर्धधातुकप्रत्ययः, अतः यत्र यत्र यत्र यत्र अचोनिति इति सूत्रस्य प्रसक्तिः तत्र तत्र सार्वधातुक आर्धधातुकयोः इति सूत्रस्य अपि प्रसक्तिः भवति, अतः अपवादसूत्रम्। किम्? अस्तु अत्र स्थगामः, शान्तिमन्त्रं पठामि। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः, हरिः ॐ, श्रीगुरुभ्यो नमः। धन्यवादः, सम्यक् आसीत् महोदय वर्गः, धन्यवादः, नमस्कारः, शुभदिनम्।